नमः सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति। तत्र पूर्वं सकारादौ प्रत्यये परे सन्धिकार्याणि तानि दृष्टानि। अनन्तरं तकारादिथकारादिप्रत्यये परे अपि तानि कार्याणि इति तानि अपि दृष्टानि। तत्र सङ्ग्रहः इति एकः भागः अस्ति, तद् ततः आरभ्य पठामः। वस्तुतः पम्पुल्ति इति सर्वं कृतम्। अतः तर्हि इत्युक्ते तत्र नद्धा इति अस्ति खलु, तत्पर्यन्तम् अस्माभिः प्राप्तं नद्धा। ततः अग्रे धकारादौ प्रत्यये परे सन्धिकार्याणि ततः कुर्मः। धकारादौ प्रत्यये परे सन्धिकार्याणि इति लक्ष्मी भगिनी पठति वा? आं भगिनि, पठामि। धकारादौ प्रत्यये परे सन्धिकार्याणि, अत्र पूर्ववर्णः ककारः धकारादिप्रत्यये परे अस्ति चेत् ककारस्य गकारादिशः स्यात्, थकारः तथैव तिष्ठति। कार्यं ककारस्य जष्त्वेन गकारादिशः भवति, सूत्रं तु जलां जषि इति सूत्रेण। उदाहरणं प्रदत्तं शाशक् योगति इत्यस्मिन् प्रसङ्गे शाशक् इत्यत्र ककारान्तः धातुः दीपरे अस्ति, तर्हि ककारस्य जष्ट्वं जलां जषि इति सूत्रेण भूत्वा शशाग्धि शशाग्धि इति रूपं। ख योगध शासक् शासक् योगः क्षम्यतां भगिनि, शासक् योगधि शासग्धि, क्षम्यतां भगिनि, क्षम्यतां, नास्ति चिन्ता। ख योग ख ककारान्तः अस्ति चेत् ककारस्य जष्त्वं जायते, गकारः भवति, जलं जषि इति सूत्रेणैव। उदाहरणं ले लिख् योगधि इत्यत्र खकारस्य गकारादेशः भूत्वा ले लिग्धि इति रूपं। गकारान्तः अस्ति चेत् अपि जष्त्वं भवति, गकारः एव भवति, जलं जषि इति सूत्रेण। उदाहरणं तात्वङ्ग् योगधिः तात्वाङ्घ्रि, अत्र पर्जन्यवत् गकारस्य गकारादिशः। महाप्राणघकारः घकारान्त अङ्गम् अस्ति चेत् घकारस्य पुनः जष्त्वं भवति, घकारादिशः भवति, समानसूत्रेण। लालङ्घ् योगधि लालङ्घि लालङ्घि घकारादिशः भवति। इदानीं चकारान्तः अस्ति चेत् प्रथमं तु चकारस्य ककारादेशः कुत्वं भवति, पुनः ककारस्य चकारस्य कुत्वं भूत्वा ककारः, ककारस्य जष्त्वं भूत्वा गकारः भवति। पापच् योगधि इति उदाहरणं स्वीकुर्मः चेत् पापच् इत्यस्य पापच् चकारान्तः चकारस्य ककारादेशः चोः कुः इति सूत्रेण कुत्वं भवति। पापक् योगधि जलां जषि सूत्रेण जष्त्वं ककारस्य पापग् योगधि पापग्धि। यदा कदा चकारस्य ङकारादेशः भवति, कथं भवति इति चेत् प्रथमं तु व्रश्च धातुः अस्ति इति स्वीकुर्मः चेत् व्रश्च धातुः व्रश्चादिना षत्वं व्रश्च द्रश्च सृजमृज यजराजभ्राजश्च शंशः सूत्रेण प्रथमं षत्वं भवति। अपि च धकारादिप्रत्ययस्य ष्टुत्वेन धकारादिशः भवति, यस्य षत्वं जातं तस्य षकारस्य जष्त्वेन डकारादेशः भवति। नकार इति दोषेन उक्तवती, डकारादेशः भवति। तर्हि उदाहरणमस्ति वाव्रश्च योगधी इति प्रसङ्गः. वाव्रश्च दियङ्लुगन्धधातुः चकारान्तः अस्ति. व्रश्च व्रश्च सूत्रेण चकारस्य शकारादेशः वाव्रश् योगधी. इदानीं शकारः डकार डकारः संहितायां वर्तते. ष्टुनाष्टुः कार्यं कृत्वा ढकारस्य ढकार शकारः ढकारः संहितायां वर्तते इति कारणात् ढकारस्य ढकारादेशः वाव्रश् योग धि. इदानीं जष्ट्वं सम्भवति. जश् वर्णः परे अस्ति ढकारः, अतः शकारस्य जष्ट्वं भूत्वा ढकारादेशः वाव्रधि इति अन्तिमरूपमस्ति. चकारान्तः अस्ति चेत् बहु समीचीनं, धन्यवादः. अग्रे किं सूर्यकुमारी भगिनी पठति वा? भगिनि चकारस्य सत्वं दकारान्तधातु अस्ति. चकारस्य सत्वं तदा सत्वं दकारस्य स्तृत्वेन दकारः, सकारस्य जत्वेन दकारः. सूत्राणि छोः सूड् अनुनासिके च इत्यनेन प्रापच्छ. तत्र तुक्सहितचकार अस्ति. तत्र तुक्सहितचकारस्य स्थाने चकाराय आदेशः भवति. निमित्तं किमस्ति? अनुनासिके वा अथवा जल्परे वा? क्वीजलोः. तत्र धी जलादिप्रत्यये अस्ति, कारणेन प्रथमं तालव्यचकारः भवति सत्वम्. अनन्तरं व्रश्य ब्रश्य सृज मृज राज ब्राज चषां सः इत्यनेन चकारस्य स्थाने सत्वं भवति. प्रापश् योगः धि. प्रापश् शकारान्तधातुः अस्ति. ष्टुनाष्टुः इत्यनेन धि स्थाने धि आयाति. प्रापश् योगः धि. अनन्तरं धि जश्वर्णः अस्ति. जलां जश् जशि इत्यनेन शकारस्य स्थाने दकार आयाति. वर्णमेलनेन पाप्र प्रापड्ढि भवति. अनन्तरं चकारस्य कुत्वं तदा जस्त्वं. तत्र तुक्सहितचकारः नास्ति, चकारस्य एव. चोः कुः इत्यनेन चकारस्य स्थाने कः उदाहरणमस्ति वाव्रञ्च् योगः धि. तत्र चकारस्य स्थाने ककार आयाति चोः कुः इत्यनेन वाङ्क् योगः धि. अनन्तरं धि जषवर्णः अस्ति. पूर्ववर्णः जलवर्णः अस्ति. जलां जस् जसि इत्यनेन वाङ्धि भवति. चकारस्य स्थाने गकार आयाति. वाङ्धि भवति. अग्रे पठामि वा भगिनि? चकार आमामाम् अग्रे पठतु. चकारान्तानि जकारान्तानां कृत्वेन वयं जानीमः चोः कुः सूत्रेण गकार प्रथमं चोः कुः अनन्तरं जलाञ्जस्व इत्यनेन तृतीयवर्णादेशः भवति. उदाहरणमस्ति नेनीच् योगः धि. तत्र जलां जष्टसि प्रथमं चोः कुः इत्यनेन नेनिग् योगः धि पुनः गकार तृतीयवर्णे अस्ति गकारस्य स्थाने पुनः गकार एव आयाति जलां जष्टसि इत्यनेन नेनिग्धि अन्तिमरूपम् पृच्छादिगणे पठितानां बहु समीचीनं भगिनि धन्यवादः सम्यक् अस्ति धन्यवादः भगिनि तर्हि इदानीं किञ्चित् एतावता कोऽपि संशयः अस्ति वा स्पष्टमस्ति इति मन्ये वृश्चादिगणे पठितानां षत्वम् इति सरस्वती भगिनी पठतु आं भगिनि तर्हि अत्र वृश्चानां वृश्चादिगणे पठितानां षत्वम् यत्र उदाहरणमस्ति यज् धतु सः यङ् यङ् रूपं यङन्तरूपं यायज् यायज् अस्ति जकार अस्ति परे अस्ति धकारादिप्रत्ययः परे अस्ति अतः यायज् योगधि अस्ति तथा प्रथमतया तु यज् धातु वृषभ्रश्च सृजमृज यज राजभ्राज छशां श इत्यस्मिन् सूत्रे अस्ति अतः वृषादिगणे एव अस्ति अतः तस्य कार्यं कृत्वा तत्र जकारस्य स्थाने षकार आगच्छति अतः यायश् योगधि भवति इदानीं षकारधकार अस्ति अतः श्रुत्वसन्धि धकारस्य श्रुत्वेन ढकार भवति श्रुनाष्टुः सूत्रेण अतः यायश् योगढि अस्ति इदानीं षकारस्य जस्वं भवति झलां जश् झषि इत्यनेन अतः यायढि भवति एतदस्ति जकारस्य तदनन्तरं झकार झकारान्त अस्ति चेत् तदनन्तरं यदि कारादिप्रत्यय अस्ति तर्हि प्रथमतया तु अत्र पुनः जाझर्ज् उदाहरणमस्ति जाझर्ज् योगधि तर्हि पुनः तत्र प्रथमतया तु कुत्वं भवति चहुकुः कार्येण झकारस्य स्थाने घकार भवति महाप्राणः एव तदनन्तरं झलां झषि भवति ककारेण जष्वं जष्वेन गकार भवति अतः जलां झषि कार्यं करोति घकारस्य स्थाने गकार आगच्छति अल्पप्राणः तावदेव कार्यमस्ति अतः रूपं सिद्ध्यति जा झर् झर्ग्दि धि तदनन्तरमस्ति टकार टकारयोगधकार यदि अस्ति तर्हि तत्र पुनः उदाहरणमस्ति लोलुट् लोलुट् योगधि ष्टुनाष्टुः कार्यं करोति ष्टुत्वेन ढकार भवति ढकारस्य स्थाने ढकार अतः लोलुट् योगधि भवति तदनन्तरं पुनः जष्वं भवति झलां जष्टसि अतः लोलुब्धि भवति ठकार अस्ति चेदपि एवमेव प्रथमतया ठकारयोगधकार अस्ति चेत् प्रथमतया सुष्टुत्वेन उदाहरणमस्ति पाफट् पाफट् पापट् योगधि तर्हि तत्र धकारस्य स्थाने ढकार भवति ष्टुनाष्टुः इत्यनेन सूत्रेण पापड् पापट् योगधि तदनन्तरं पुनः जष्वं भवति झलां झष् झषि सूत्रेण पापड्ढि भवति तठ अभवत् इदानीं डकार डकार अस्ति तर्हि तत्र पुनः केवलं स्तुत्वेन ढकार भवति ईड् योग द्वे अस्ति तर्हि तत्र द्वे भवति तत्रापि जलां झष् झषि भवितुमर्हति पर्जन्यवत् परन्तु परिवर्तनं किमपि नास्ति इड् योग द्वे एव अस्ति इड् द्वे ठ ड ढ धकारयोगधकार अस्ति चेत् प्रथमतया श्रुनाष्टुः तृणेड् योगधि तत्र ढकारस्य ढकार भवति तृणेड् योगधि श्रुनाष्टुः तदनन्तरम् अत्र ढकारढकार अस्ति अतः पूर्वढकारस्य लोपः भवति डोढे लोपः इति सूत्रेण अतः तृणेढि भवति इदानीं गृहलोपे पूर्वस्य द्विगुणः कार्यं कर्तुम् अर्हति, परन्तु अत्र अण् नास्ति, इकार अस्ति ढकारात् पूर्वम्, अतः अत्र तस्य सूत्रस्य प्रसक्तिः न भवति, अतः तृणेढि एव रूपं भवति. एवं सम्यक् समीचीनं भगिनि. इत्युक्ते तत्र ट्रुलोपे पूर्वस्य दीर्घोणः इति भवितुम् अर्हति इति न, तत् सूत्रम् अस्ति, परन्तु अत्र तस्य प्रसक्तिः एव नास्ति, यतो हि अण् सम्यक् सम्यक् इति अस्ति. समीचीनम्, अस्तु, धन्यवादः भगिनि. इदानीम् अग्रे वंशी भगिनी पठति वा? आम् भगिनि. पूर्ववर्णः आदेशः अस्तु. तकारस्य तत्र उदाहरणमस्ति कुन्त् योगः धी इति अस्ति. तत्र धी इति झष् प्रत्याहारस्थ वर्णः अस्ति, तकारः तु झल् वर्णः अस्ति, अतः तत्र झलां झष् झषि इति तकारस्य झष्ट्वेन तकारः भवति, कुन्धि इति भवति. समानरीत्या थकारः तकारः थकारः. अत्र अत्र किञ्चित् चिन्तयतु, तत्र एकमेव रूपं वा? तत्र तु रूपद्वयं भवति भगिनि. एकं तु कुन्धि अपि च केन सूत्र एकनिमिषं भवति कुन्धि तदेव मनसि न आगतः. झरोचरि सवर्णे इत्यनेन तत्र थकारस्य लोपः भवति, कुन्दि एव रूपं भवति किल भगिनि. झर महाप्राणधकारस्य लोपः वा अल्पप्राणधकारस्य लोपः वा? झरोचरि सवर्णे महाप्राणधकारस्य लोपः भवति. झरोः मध्ये यः वर्णः अस्ति तस्य लोपः, अल्पप्राणधकारस्य लोपः. हल् उत्तरस्य जरः लोपः सवर्णे झरि परे. हा हा, समीचीनम्. अतः तत्र ओके, अल्पप्राणधकारस्य लोपः भवति, कुन्धि अल्पप्राणधकार झरो झरि सवर्णे. अस्तु, समीचीनं, क्षमतां. कुन्धि इति रूपं भवति. समानरीत्या थकारः धकारः तत्रापि मामन्थ योगः धि थकारः तु जल् वर्णः अस्ति, तत्रापि थकारस्य स्थाने धकारः आदेशः भवति. मामन्थि अत्रापि झरोझरि सवर्णे इत्यनेन मामन्थि. किमर्थं थकारस्य जष्ट्वेन धकारः भवति इति वदति वा? ओके ओके, समीचीनं वा भगिनि? रूपद्वयं किं? मामन्धि अपि च मामन्धि. ओके, समीचीनम्, अग्रे. तृतीयः अस्ति तकारस्य चष्ट्वेन अद्योगः धि. तत्र तकारस्य चष्ट्वेन तत्र तकारः एव भवति, यतोहि तत्र तृतीयवर्णः अस्ति, अद्धि इति भवति. तत्र किमपि कार्यं न भवति, एकमेव रूपं भवति, अद्धि इति भवति. चतुर्थः अस्ति रुन्ध योगः धि. रुन्ध योगः धि तत्र धकारस्य स्थाने धकारः आदेशः भवति, जलां झष् झषि इति सूत्रेण रुन्धयोगः धि रुन्धि इति भवति. तत्रापि रूपद्वयं भवति, रुन्धि रुन्धि इति रूपद्वयं. पकारः तकारः चेक्षिप् योगः धि. पकारस्य स्थाने जश्वर्णः तृतीयवर्णः आदेशः भवति, चेक्षिप् योगः धि. चेक्षुब्धि इति रूपं भवति, एकमेव रूपं भवति. हा, एकमेव रूपं भवति भगिनि. पकारः पकारः अपि च धकारः जोखुं योगः धि. विचित्रः धातु, विचित्रः धातु, जोखुं योगः धि. पकारस्य स्थाने तृतीयवर्णः पकारः आदेशः भवति, जोखुम्भ योगः धि. जोकुम्भि तत्रापि तत्रापि रूपद्वयं चर्वर्णः मकारः हा अत्रापि रूपद्वयं भवति भगिनि जोकुं जोकुं थि नो चेत् जोगो थि जो कथं थि कथं रूपद्वयं मकारः बकारः धकारः बकारधकारयोः सावरण्यमस्ति वा बकारवर्णः एव अस्ति न भगिनि तत्र भकारः अनन्तरं धकारः अनयोः सावरण्यमस्ति वा एकनिमिषं तत्र कलः परः इति अस्ति अस्तु तवर्गीयवर्णः अस्ति धकारः तवर्गीयवर्णः अस्ति भकारः पवर्गीय ओके न न मकारः मकारः तु हल् वर्णः अस्ति बकारः धकारः झल् सवर्णः वर्णः नास्ति अस्तु अस्तु मया अस्तु विपरीततया चिन्तितं क्षम्यताम् अतः तत्र मकारः तु हल् वर्णः अस्ति बकारः धकारः सावर्ण्यं नास्ति अतः तत्र झरोझरी सवर्ण इति कार्यं न करोति जोगुन्धि इत्येव रूपं भवति धन्य धन्यवादः भगिनी सम्यक् अस्ति धन्यवादः इत्युक्ते तत्र मकार जोगुम्धि इत्यत्र मकारः हल् वर्णः बकारः झर्वर्णः अस्ति धकारः अपि झर्वर्णः अस्ति परन्तु सवर्णे झरि नास्ति सवर्णः झर्वर्णः नास्ति अतः ओके इदानीं मीना भगिनी अग्रे कुत्र अस्ति भगिनि लालम्ब लालम्बयो भवति बकारादिधातुः अस्ति धकारादप्रत्ययः अस्ति तत्र बकारस्य चस्त्वेन बकारः एव तत्र उदाहरणं लालम्ब अस्ति अस्ति तत्र बकारादि बकारान्तधातुः धि इति धकारादिप्रत्ययः अस्ति तत्र जलां जस् जसि बकारः बकार एव तिष्ठति तत्र लालं लालं धि यदा उक्तं जरोजरि इति सूत्रस्य प्रसक्तिः नास्ति सवर्णं नास्ति इति कारणेन तदनन्तरं भकारादि बकारान्तधातुः दकारादि प्रत्ययः अस्ति बकारस्य जस्त्वेन बकारः उदाहरणं रारभ इति धातुः अस्ति बकारान्तधातुः धि इति दकारादिप्रत्ययः अस्ति जलां जस् जसि इति सूत्रेण बकारस्य अल्पप्र बकारः अस्ति बकारस्य बकारः स रारब्धि तत्रापि जरोजरि इति प्रसक्तिः नास्ति शकारान्तधातुः अस्ति धकारादिप्रत्ययः अस्ति इदानीं शकारस्य प्रश्चादीनां षत्वं धकारस्य ष्टुत्वेन धकारः शकारस्य जस्त्वेन धकारः ओके इदानीं उदाहरणं नानश् इति धातुः अस्ति शकारान्तधातुः अस्ति धि इति धकारादिप्रत्ययः अस्ति शकारः अस्ति तालव्यशकारः व्रश्चसृजमजेजां शकारादि अस्ति तस्य षत्वं भवति सो नानश् योगः धि भवति तदनन्तरं ष्टुनाष्टुः इति सूत्रेण नानश् योगः धकारस्य ढकारः भवति महाप्राणढकारः नानश् योगः धि तदनन्तरं जलां जस् जसि इति सूत्रेण शकारस्य नानड् धि नानड्धि भवति षकारान्तधातुः धकारादिप्रत्ययः तत्र धकारस्य ष्टुत्वेन धकारक षकारस्य जस्त्वेन धकार ओके लालश् इति उदाहरणम् अस्ति तत्र लालषकारान्तधातुः धकारादिप्रत्ययः भवति तत्र लालश् योगः अति लालश् योगः अति ष्टुनाष्टुः कार्यं करोति तत्र षकारस्य धकारस्य ढकारः भवति लालश् योगः ढि भवति तदनन्तरं जलां झष् झषितसूत्रेण लालड् लालड्ढि इति भवति अन्तिमे सकारादि सकारान्तधातुः धकारादिप्रत्ययः भवति तत्र सकारः धकारः भवति सकारस्य लोपः भवति ध्रीच इति सूत्रेण वावस् इति उदाहरणमस्ति सकारान्तधातुः भवति धी इति प्रत्ययः अस्ति तत्र तत्र सकारान्तधातु अस्ति कारणात् धकारादिप्रत्यये परे सकारस्य सकारः लोपः भवति सूत्रं किम् इति सस्य लोपः वा सूत्रं धीच इति सूत्रेण सकारलोपो भवति सो वावधि भवति अग्रे पठामि वा धन्यवादः सम्यक् अस्ति समीचीनं तर्हि इदानीम् अग्रे किं शोभा भगिनी पठति वा पठामि भगिनि इदानीं पूर्ववर्णः हकारः योगे धकारः आदेशः ढकारः भवति हकारस्य इत्युक्ते अन्ते हकारः अस्ति चेत् ढकारादेशः भवति तत्र कार्यमस्ति हकारस्य ढकारः इति तत्र होडः इति सूत्रं लिह् इति धातुः स्वीकृतः अस्ति लिह् योगः धी तत्र हकारस्य होडः इत्यनेन ढकारादेशः भवति लिड् योगः धी इदानीं लिड् योगः धि टवर्गीयवर्णस्य योगे टवर्गीयवर्णः ढकारः धकारः धि इति धकारस्य स्तुत्वेन ढकारः स्थुनास्तुः सूत्रं लिड् योगः धि इति भवति ढकारस्य ढकारादेशः भूत्वा तदनन्तरम् इदानीं लिड् योगः ढि इत्यस्यां स्थित्यां पूर्वढकारस्य लोपः यतोहि ढकारे परे ढकारः अस्ति अतः पूर्वढकारस्य लोपः भवति ढोढे लोपः इति सूत्रेण तर्हि लिड् इत्यत्र केवलं लि इति तिष्ठति लिढि इति भवति यदा ढकारस्य वा ढकारस्य वा लोपः भवति तदा ढलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य प्रसक्तिः भवति लुप्तढकारात् पूर्वस्य अणः दीर्घः इति सूत्रस्य आशयः तर्हि लुप्तढकारः लिड् इत्यत्र आसीत् तस्मात् पूर्वं लि इति अस्ति ह्रस्व इकारः अस्ति अण् वर्णः अस्ति तर्हि तस्य अणः दीर्घः भवति लि इति भवति लीढि इति अन्तिमरूपं सिद्ध्यति तदनन्तरं हकारस्य ढकारः ढकारस्य स्तुत्वेन इति तत्र वावः योगः धि इति स्वीकृतं होढः तत्रापि धात्वन्ते हकारः अतः होढः इति सूत्रेण वावड् इति हकारस्य ढकारादेशः वावः योगः धि इत्यस्मात् वावड् योगः धि इति भवति ढकारः पूर्वढकारस्य लोपः अस्तु तत्र इदानीं वावड् योगः धि इति सुनास्तुः इत्यनेन पुनः ढकार किं टवर्गीय तवर्गीय वर्णयोः योगे तत्र ढकारस्य सुनास्तुः इत्यनेन ढकारादेशः भवति वावड् योगः धि इति तदनन्तरं पूर्वस्य अकारस्य ओत्वम् अस्तु वावड् इदानीं तत्र वावड् योगः ढि इत्यत्र ढे पर ढकारे परे ढकारः पूर्वढकारस्य लोपः भवति इत्युक्ते धोढे लोपः इति सूत्रेण वाव इति तिष्ठति, योगः ढि वावढि इति भवति. तत्र ओत्वम् अस्तु. इदानीं तत्र साहस्योगः धि सा सोढि इति उदाहरणं दत्तं. सहि वहो वहोः किं भवति रदवर्णस्य इति. सहि वहोः रा सहि न सहि वहोः अवर्णस्य सहि वहोः ओत् अवर्णस्य रो हा दवर्णस्य रो दवर्णस्य इति. तर्हि इदानीं वावढि इति अस्ति सहि वहोः इति. तत्र वह् धातुः अतः तन्निमित्तं पूरितं सहि वहोः ओ दवर्णस्य इति. तर्हि एकक्षणं भगिनी तत्र वावढि दवर्णस्य अत्र किञ्चित् सूत्रं द्रष्टव्यं. सहि वहोः ओत् ओत् इत्युक्ते ओकारादेशः इति अर्थः, केवलम् ओकारः. सहि वहोः ओत् अवर्णस्य इति वा, अवर्णस्य खलु, अवर्णस्य स्थाने ओकारादेशः. तर्हि तत्र हा वावढि तत्र अवर्णः अस्ति वह धातोः इति अपि निमित्तं पूरितं. तर्हि अवर्णस्य ओक स्थाने ओकारः आदेशः भवति अतः वावोढि इति रूपम् अन्ते अन्तिमरूपम्. तदनन्तरं अन्तिमवर्णः न आदेशः अस्तु हकारस्य स्थाने घकारादेशः भवति इति. परवर्णः धकारः. यदि धातुः धकारादिः तर्हि दादेर्धातोर्घः इति सूत्रस्य कार्यं. तत्र दुःयोगः धीयो इति अस्ति. धकारादिहकारान्तधातुः अतः दादेर्धातोर् अपि च परवर्णः तवर्गीयवर्णः अस्ति. दादेर्धातोः घः इति. तर्हि न तवर्गीय भवेत् इति नास्ति. दुः धातोः कृते तत्र हकारस्य घकारादेशः दुग् योगः धी. इदानीं तत्र झलां झष् झषि इति घकारः तत्र दुग् इत्यत्र घकारः झल् वर्णः तस्य झष् झष्त्वं भवति झष् वर्णे परे अतः धी इति घकारः झष् झष् वर्णः. तत्र घकारस्य घकारादेशः झष् झष्त्वं दुग् योगः धि दुग्धि इति भवति. तदनन्तरं घकारस्य योगे धकारः इदानीम् इदानीमपि धकारादि हकारान्त इति तदेव पुनः दादेर्धातोर्घः इति दिह् योगः द्वे. इदानीं द्वे इति प्रत्ययः तत्र हकारस्य घकारादेशः दिग् योगः द्वे. इदानीं दिग् इत्यत्र बश् तत्र एकाचो बशो बश् इत्यस्य प्रसक्तिः अस्ति यतोहि तकारः किं तत्र भवेत् एकाच दिग् इति एकाच धातुः झषन्तधातुः. तर्हि बश् बशः भष् भवति तत्र बश् वर्णः दकारः तस्य स्थाने भष् आदेशः भवति अतः दिग् इत्यत्र धिग् इति भवति धिग् योगः द्वे. इदानीं झषन्तस्य ध्वोः तत्र झषन्तस्य ध्वोः इत्यस्मिन् सकारः वा परं भवेत् अथवा ध्वा इति प्रत्ययः द्वे इति अथवा ध्वा इति प्रत्ययः भवेत् तर्हि तत्र किं भवति धिग् तत्र ठकारस्य झष्त्वं भवति धिग् योगः झष्त्वं भवति इति न वक्तव्यं घकारादेशः क्षम्यतां घकारादेशः भवति. तर्हि आदौ यः भषः भष्भावः खलु हा झसः भष् भावः इत्युक्ते तत्र भषः भष् हा भषः भष् भावः दिग् इति आसीत् धिग् इति अभवत्. इदानीं धिग् धिग् इत्यस्य घकारस्य स्थाने कार्यं तत्र झषन्तस्य द्वोः इत्यनेन तर्हि तद् तदिति इदानीं जातं तदा ततः अग्रे केवलं जष्ट्वं तावदेव. अस्तु झलां झषि इत्यनेन तत्र तावदेव हा झलां झषि इत्यनेन घकारस्य घकारादेशः तर्हि दिग् द्वे इति भवति. समीचीनं भगिनि धन्यवादः. इदानीं तत्र किम् अरुणा भगिनी अग्रे पठति वा? नमस्कारं भगिनि. आं भगिनि घकार एव धकार घकार दधातु धकार प्रत्ययः दुह् मुह् स्नुः स्नेह् येषां धातूनां हकारस्य विकल्पेन घकारः भवति. सूत्रमस्ति वा दृह् मुह् स्नुः स्निह्सां इति सूत्रेण दुह् युगः धि प्रत्ययः हकारस्थाने घकार आगच्छति. दुग् धि जलां रूपं दुग्धि जक जलां जषि इत्यनेन दुग्धि भवति. किमपि अस्ति भगिनि रूपद्वयम् अस्ति न भगिनि दुग्धि दुःस्थाने किमर्थं रूपद्वयम् एक इत्युक्ते तत्र दृहमुह इत्यत्र विकल्पेन रूपद्वयम् अस्ति. आं सत्यं तद् अग्रिमरूपम् अग्रे दीयते. ओ ओके किं भगिनि नावगतम् विकल्पेन भगिनि एकस्मिन् पक्षे घकारादेशः अन्यस्मिन् पक्षे होडः इत्यनेन ढकारादेशः. ओ ओके ढकार योगः धि दुद्धि भवति. न दुड्डि इति दृढि दृढि एकं तु दृढि अन्य तु दृढि दृढि. समीचीनम् अग्रे अग्रे धकार योगः धकार नः धातोः हकारस्य धकारादेशः पूर्वधकारस्य जस्त्वेन दः नहो दः इति सूत्रं नानः युगः दे अत्र न हकारस्थाने धकार आगच्छति. नानद् युगः दि जलां जस् जस् इति नानद्धि भवति. नानद्धि इति रूपं समीचीनम् अस्तु. इदानीं तत्र धन्यवादः भगिनि. इदानीं पूर्वं पम्पुल् इति विषये किमर्थं गुणः न जायते इति यः प्रश्नः आसीत् तस्य उत्तरमत्र अग्रे दीयते. तत्र किं लक्ष्मीभगिनी पठति वा सरस्वतीभगिनी प्रश्नः अस्ति वा? न श्रूयते. न भगिनि प्रश्नः नास्ति. प्रमादेन अन्म्यूट् कृतवती. ओके ओके नास्ति चिन्ता. ओके लक्ष्मी भगिनि पम्पुल् योगसि पम्पुल्षि अत्र प्रश्नः उदेति किमर्थं गुणः न स्यात्. अस्य अवगमनार्थं यं लुगन्धधातुः पम्पुल् कथं निष्पद्यते इति बोध्यम्. फल् फल् फल् द्वित्वं पा फल् पं फल् पं फुल् इति यङ् लुगन्धधातुः अत्र द्वित्वकार्याणि सन्ति द्वित्वं भवति सफल् इति केन सूत्रम् इति क्षम्यतां भगिनि. अत्र एकक्षणम् अत्र स्मरामि. सफल् इति द्वित्वं जायते परं सन्यङ्गोः इति सूत्रेण द्वित्वं भवति, पुनः हलादिशेषः अपि भवति इति भावयामि. फाफल् इत्यत्र न फाफल् फाफल् इति हलादिशेषः, पुनः अत्र पम्फल् इति किम् अत्र तत्र कथं तत्र मकारः मध्ये आयति एव प्रश्नः खलु तत्र इति अस्ति. अत्र अग्रे तत्र शरप् तदेव अग्रे दीयते शरपलोश्च. हा पठामि इदानीम्. अत्र शरफलोश्च इत्यनेन अभ्यासस्य नुक् आगमः तदा उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व आकारस्य स्थाने उत्तादेशः. एताभ्यां सूत्राभ्यां पम्फुल् इति यङ् लुगन्धधातुः भवति. उत्तादेशः तपरसामर्थ्यात् गुणः न भवति. यदि गुणः इष्यते स्म उ इत्यस्य कथनेन पर्याप्तम् आसीत्, तदा गुणः अभविष्यत्. गुणकार्यस्य निवारणार्थं तपरकरणं कृतम्. भाव्यमानो अपि उकारः सवर्णान् न गृह्णाति इति परिभाषा. विधीयमानः यः अण् वर्णः तस्य सवर्णग्रहणं न भवति. अन्यच्च तपरशास्त्रम् अन्तरङ्गं, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम्. अत्र प्रश्नः अस्ति यत् पम्पुल् इत्यत्र गुणः न जातम्, किमर्थं न जायते इति. तदर्थम् अत्र सूत्रं नूतनसूत्रमस्ति, चरफलोश्च इति सूत्रमस्ति. अनेन नुक् आगमः भवति. चर् अस्ति भल् अस्ति इति धातोः नुक् आगमः भवति इति उक्तं. ततः परम् उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत्तादेशः भवति इति द्वाभ्यां सूत्राभ्यां पम्पुल् इति यङ् लुगन्धधातुः भवति. अत्र उत्परस्यात् इति सूत्रं वदति अभ्यासात् परतः ह्रस्व आकारस्य स्थाने उत्तादेशः भवति. अतः अस्तु, अतः अत्र किमस्ति पम्फल् इत्यस्य अकारस्य स्थाने उकारादेशः जातः उत्परस्यातः इति सूत्रेण. इदानीं यङ्लुगन्धधातुः यथा निष्पद्यते, अत्र उत् आदेशस्य तपरसामर्थ्यात् गुणः न भवति इति अत्र वैशिष्ट्यमस्ति. उत्परस्यातः इत्यत्र यत् उत् इति उक्तम्, अत्र तपरकरणसामर्थ्यात् पम्फुल् इत्यस्य उकारस्य इत्युक्ते उकारस्य आदेशस्य गुणः न भवति. यदि गुणः इष्यते स्म उ इत्यस्य कथनेन पर्याप्तम् आसीत्, तदा गुणः अभविष्यत्. अत्र उत् इति उक्तत्वात् अत्र गुणः न जातं, गुणः न जातः. गुणकार्यस्य निवारणार्थमेव अत्र तपरकरणं कृतम् इति अत्र निर्दिष्टमस्ति. तत् तदर्थम् एका परिभाषा अपि वर्तते, भव्यमानो अपि उकारः सवर्णान् न गृह्णाति इति परिभाषा. विधीयमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति. अन्यच्च तपरशास्त्रम् न इत्युक्ते विपरीतरीत्या पठति. अत्र प्रथमतया परिभाषा अस्ति भाव्यमानेन अण् सवर्णानां ग्रहणं न इति प्रथमतया परिभाषा. विधीयमानः यः अण्वर्णः सः सवर्णान् न गृह्णाति इति वदति सामान्यपरिभाषा. तस्य अपवादरूपेण धाव्यमानः अपि उकारः सवर्णान् गृह्णाति. यद्यपि उकारः अण्वर्णः तथापि सः तु सवर्णान् गृह्णाति इति अपवादः अस्ति. सामान्यतया किं विधीयमानः अण्वर्णः सवर्णानां गृह्णाति इति भव्यमानेन सवर्णानां ग्रहणं न इति परिभाषा अस्ति. तस्य अपवादरूपेण भव्यमानोऽपि उकारः सवर्णान् गृह्णाति इति उक्तत्वात् इदानीम् आदेशरूपेण यः उकारः विद्यते सः सवर्णग्रहणं करोति. अतः भव्यमानः इति न भाव्यमानः भाव्यमानः भाव्यमानः क्षम्यता. अतः अत्र उकारः सवर्णग्रहणं करोति इति कारणात् अत्र तपरकरणेन तपरकरणं कृतं तेन अत्र गुणः न भवति इति विचारः इति भावयामि भगिनि. अत्र इतोपि प्रक्रियावेलायाम् इतोपि स्पष्टता भवति. सूत्रमपि पठितव्यम्. समीचीनतया उक्तवती, अग्रे वदतु. अत्र विद्यमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति. अतः अत्र इत्युक्ते अत्र तपरकरणं किमर्थं कृतम् इति प्रश्नः. उत् इति किमर्थम् उक्तम् इत्युक्ते उकारः अण्वर्णः अतः सवर्णान् न गृह्णाति, अतः किमर्थं तपरकरणं कृतं तत्र. तदर्थं तत्र उच्यते अपवादरूपेण अन्या परिभाषा वर्तते येन उकाराणां सवर्णानां ग्रहणं भवति. अतः अत्र उत् इति उक्तं येन केवलम् उकारः एव न तु अन्यः वर्णः उकारादेशः. इत्युक्ते केवलम् उ इति आदेशः इति वदति चेत् तदानीं तत्र कश्चन संशयः भवति. उ इति इत्यत्र सवर्णानां ग्रहणमस्ति चेत् कः वर्णः अत्र आदिष्टः भवति इति संशयः भवति. अतः अत्र उत् इति तपरकरणं कृतम्. अपि च तपरकरणस्य अन्यदपि प्रयोजनम् अस्ति यद् अत्र गुणः न भवति. तदेव अत्र तपरकरणस्य प्रयोजनम् इति अस्ति. तपरकरणेन अत्र गुणः न भवति, तस्य सामर्थ्यात् गुणः न भवति इति अत्र उक्तम्. अपि च अत्र अन्तरङ्गस्य विषयः कुत्र इति चिन्तनीयम्. अन्यच्च तपरशास्त्रम् अन्तरङ्गमस्ति, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम्. इत्युक्ते अत्र यथा मया इदानीं प्रतिपादितम् अत्र प्रथमतया उ इति अण्वर्णः अतः सवर्णान् न गृह्णाति, अतः उ इति वदति चेत् पर्याप्तं. तर्हि तपरकरणं किमर्थं कृतम् इति चेत् भाव्यमानः अपि उकारः सवर्णान् गृह्णाति, अतः उ इत्यत्र केवलं ह्रस्व उकारस्य आदेशः इति वदनार्थं तत्र तपरकरणं कृतम् इति वयं वदामः चेत् तद् अनावश्यकं. तपरकरणस्य अनावश्यकता अस्ति. किमर्थं चेत् अत्र अकारस्य ह्रस्व अकारस्य स्थाने उकारादेशः, ह्रस्व अकारः एकमात्रिकः, एकमात्रा वर्तते ह्रस्वकारे. अतः तस्य स्थाने यः आदेशः भवति तस्यापि एकमात्रा एव भवेत्. तर्हि ह्रस्व उकारः एव आदेशरूपेण भवेत्. अतः अत्र तपरकरणम् अनावश्यकम्. अवगतं वा? पुनः वदामि वा? पुनरेकवारं कृपया वदतु भगिनि. तर्हि इदानीं तत्र उत् परस्यातः इति सूत्रस्य विषयः अस्ति. तत्र उत् इति उक्तम्. उत् इति आदेशः. कस्य स्थाने आदेशः? ह्रस्व अकारस्य स्थाने उत् आदेशः. तर्हि इदानीं तपरकरणस्य विचारः जायमानः अस्ति. तर्हि तत्र तपरकरणं किमर्थं कृतम्? तर्हि उकारः इति यः आदेशः सः आदेशः अण् आदेशः खलु. अण्वर्णेषु अन्यतमः अस्ति उकारः. तर्हि यः विधीयमानः अण् सः सवर्णान् न गृह्णाति इति सूत्रमपि अस्ति खलु. विधीयमानः अण् किमस्ति सूत्रं तत्र? विधीयमानः अण् सवर्णान् न गृह्णाति इति तत्तु सूत्रमस्ति अनुदित्सवर्णस्य चाप्रत्ययः, अनुदित्सवर्णस्य चाप्रत्ययः सत्यम् इति सूत्रमपि अस्ति, तत्र परिभाषा अपि अस्ति यत् भाव्यमानेन सवर्णानां ग्रहणं नास्ति, इत्युक्ते अण्वर्णः सवर्णान् न गृह्णाति इति परिभाषा अपि अस्ति, अतः उत् इति वदनस्य आवश्यकता नास्ति, सवर्णानां ग्रहणं न भवति, परन्तु तत्र तपरकरणं कृतमस्ति तर्हि वयम् अवगन्तुं शक्नुमः अत्र अन्या परिभाषा अस्ति, भाव्यमानः अपि उकारः सवर्णान् गृह्णाति, यद्यपि अण्वर्णः सवर्णान् न गृह्णाति तथापि उकारस्य विषये तथा वक्तुं न शक्नुमः, उकारः तु सवर्णान् गृह्णाति, अतः अत्र तपरकरणं कृतं वा उत् इति वदनेन केवलं ह्रस्व उकारः एव इति कृत्वा तपरकरणं कृतं वा, यतोहि उकारः सवर्णान् गृह्णाति अतः सवर्णानां ग्रहणं मास्तु इति तपरकरणं कृतं वा इति चेत् न, तदर्थं तपरकरणं न कृतं, किमर्थम् इति चेत् अत्र उत् इति अत्र यः उकारादेशः सः तु ह्रस्व अकारस्य स्थाने आयाति, ह्रस्व अकारः तु एकमात्रिकः, अतः एकमात्रिकस्य स्थाने द्विमात्रिकः आदेशरूपेण न आयाति, एकमात्रिकस्य स्थाने एकमात्रिकः एव आदेशरूपेण आयाति, अतः ह्रस्व उकारः एव आदिष्टः भवति, यद्यपि उकारः सवर्णान् गृह्णाति तर्हि अत्र संशयः न भवेत् यतोहि ह्रस्व अकारस्य स्थाने ह्रस्व उकारः एव भवेत्, अतः तपरकरणं तदर्थं मास्तु, ऊ इति वदति चेत् पर्याप्तं, यतोहि ऊ इत्यनेन केवलं ह्रस्व उकारस्य ग्रहणं, यतोहि ह्रस्व अकारस्य स्थाने यः आदेशः आयाति सः अपि ह्रस्वः एव भवेत् न तु दीर्घः, अतः तपरकरणं तदर्थम् आवश्यकता नास्ति तपरकरणस्य, तर्हि तपरकरणं किमर्थं कृतं, तत्र अन्यत् किमपि प्रयोजनं भवेत् इति चेत् तत्र अन्ततो गत्वा त्रीणि वाक्यानि सन्ति खलु, तत् पठतु, अनेन लक्षणेन दीर्घस्य प्राप्त्यभावात् लक्षणान्तरेण प्राप्तः गुणः तपरकरणेन निवार्यते, तर्हि उत् इत्यस्य तपरकरणं लघुपद गुणनिवृत्त्यर्थम्, अन्यच्च तपरशास्त्रम् अन्तरङ्गं गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम्। अनेन लक्षणेन दीर्घस्य प्राप्ति अभावात् लक्षणान्तरेण प्राप्तः गुणः तपरकरणेन निवार्यते, अत्र ह्रस्वस्य स्थाने ह्रस्वः एव भवति इति अपि नियमः अस्ति व्याकरणशास्त्रे, अतः अत्र अनेन सूत्रेण दीर्घस्य प्राप्ति अभावात् लक्षणान्तरेण प्राप्तः गुणस्य निवारणमेव तपरकरणस्य प्रथमः उद्देशः अथवा प्रथमप्रयोजनम् इति अत्र निर्दिश्यते, तर्हि उत् इत्यत्र तपरकरणं लघुपदगुणनिवृत्त्यर्थम् इति वक्तुं शक्नुमः, अन्यच्च तपरशास्त्रम् अन्तरङ्गमस्ति, तपरकरणम् अन्तरङ्गशास्त्रं, गुणकार्यं बहिरङ्गमस्ति, अनेनापि गुणकार्यम् अत्र असिद्धं भवति, बहिरङ्गशास्त्रस्य कृते अन्तरङ्गमेव बलवत् भवति, अतः तपरकरणमेव बलवत् अन्तरङ्गस्य बलेन इति अत्र उक्तमस्ति, इत्युक्ते अन्यः मार्गः इत्युक्ते तत्र इत्युक्ते तपरकरणं किमर्थं कृतम् इति चेत् गुणनिवृत्त्यर्थम् अन्येन सूत्रेण यः गुणः विधीयते तस्य निवारणार्थं तपरकरणं कृतम् इति वयं साक्षात् वक्तुं शक्नुमः, यतोहि तपरकरणस्य किञ्चित् प्रयोजनं भवेत् इति एवं वक्तुं शक्नुमः, अथवा तपरकरणद्वारा वयं वक्तुं शक्नुमः तपरकरणं तु किमस्ति प्रथमाध्याये कुत्र भवति तपरकरणस्य सूत्रं नास्ति खलु, तपरस्तत्कालस्य इत्यनेन तत्र सूत्रं तु प्रथमाध्याये कुत्रचित् अस्ति, गुणकार्यं तु सप्तमाध्याये अस्ति, अतः गुणकार्यं तु सप्तमाध्याये अस्ति, तपरकरणस्य कृते तत्र बहिर्भूतनिमित्तं किमपि नास्ति, गुणकार्यस्य कृते बहिर्भूतनिमित्तम् अपेक्षितं, सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति अपेक्षितमस्ति, तपरशास्त्रस्य कृते बहिर्भूतनिमित्तं नास्ति इति कृत्वा तपरशास्त्रम् अन्तरङ्गं, गुणकार्यं बहिरङ्गम्, असिद्धं बहिरङ्गम् अन्तरङ्गे, अन्तरङ्गसूत्रस्य अपेक्षया बहिरङ्गसूत्रम् असिद्धम् इति कृत्वा गुणकार्यं स्वतः असिद्धम् असिद्धः भवति, गुणकार्यं स्वतः असिद्धं भवति इति अपि वक्तुं शक्यते. भगिनी इदं परिच्छेदं पुनरेकवारं पठितुमिच्छामि, यतोहि अहम् अपरिष्कृतं करपत्रं पठितवती. अत्र बहु किमपि अस्ति परिष्कृतः यः परिष्कृतः, अतः एव भवती यद् उक्तवती तद् मम क्लेशः आसीत् किं वदन्ती अस्ति इति. ओके, पठतु पठतु, पठित्वा वदतु. शीघ्रं पठामि. अत्र चरभलौश्च इत्यनेन अभ्यासस्य नुक् आगमः तदा उत्परस्यातः इत्यनेन अभ्यासात् परस्य कस्व आकारस्य स्थाने उत्तादेशः एताभ्यां सूत्राभ्यां पम्फुल् इति यङ् लुगन्धधातुः भवति. उत्तादेशस्य तपरसामर्थ्यात् गुणः न भवति. यदि गुणः इष्यते स्म ऊ इत्यस्य कथनेन पर्याप्तमासीत् तदा गुणः अभविष्यत्. गुणकार्यस्य निवारणार्थं तपरकरणं कृतं. भव्यमानेन सवर्णानां ग्रहणं न, परिभाषा एकोनविंशतिः इति परिभाषा. विद्यमानः यः अन्वर्णः तस्य सवर्णग्रहणं न भवति. अस्याः परिभाषायाः अपवादरूपेण भव्यमानः अपि उकारः सवर्णान् गृह्णाति, परिभाषा विंशतिः वर्तते. अस्याः परिभाषायाः अर्थः अस्ति यत् उकारः आदेशरूपेण विद्यते चेदपि सवर्णान् गृह्णाति इति. उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने ह्रस्व उकारादेशः अपेक्षितः. यद्यपि भव्यमानोऽपि उकारः सवर्णान् गृह्णाति तथापि अन्तर्यतः एकमात्रिकस्य अकारस्य स्थाने एकमात्रिक ह्रस्व उकारादेशः एव सिद्ध्यति, अतः तप्रकरणस्य आवश्यकता नास्ति. अनेन लक्षणेन द्विकस्य प्राप्त्यभावात् लक्षणान्तरेण प्राप्तः गुणः तप्रकरणेन निवार्यते. तर्हि उत् इत्यत्र तप्रकरणं लघुपदगुणनिवर्त्यर्थम्, अन्यच्च तपरशास्त्रम् अन्तरङ्गं, गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम्. तदेव प्रथमं तु अनुदितसवर्णस्य चाप्रत्ययः इति सूत्रेण सवर्णान् गृह्णाति, अत्र अस्य अर्थः अपि इयं परिभाषया एव अनया परिभाषा एव वर्तते यत् किं विधीयमानः सवर्णान् न गृह्णाति इति तु भव्यमानेन सवर्णानां ग्रहणं न इति परिभाषया एव लभ्यते, तादृश अर्थः. तर्हि अस्य अपवादः अस्ति भव्यमानोऽपि उकारः सवर्णान् गृह्णाति इति परिभाषा. अनेन ज्ञायते यत् यद्यपि विधीयमानः सवर्णान् न गृह्णाति इति उक्तम्, उकारस्य तथा मा भवतु, उकारस्य तु उकारः सवर्णान् गृह्णाति इति इयं परिभाषा वदति. अतः यत्र अस्माकं प्रसङ्गः उत्परस्यातः इति सूत्रं वदति, ह्रस्व अकारस्य स्थाने उकारादेशः भवतु इति उक्तम्, अत्र उत् इति उक्तत्वात् यद्यपि वयं जानीमः यत् दीर्घस्य स्थाने दीर्घः एव भवति, ह्रस्वस्य स्थाने ह्रस्वः एव भवति इति, तदपि अत्र तपरकर्णस्य का आवश्यकता इति चेत् उत्परस्यातः सूत्रे विद्यमानः उत् आदेशः सवर्णान् विघ्नाति इति कारणात् अत्र तपरकरणं कृतम् इति अत्र सारांशः अस्ति. नो अत्र इयम् अनया परिभाषया भव्यमानोऽपि उकारः सवर्णान् गृह्णाति इति कारणात् उत्परस्यातः इति सूत्रे अपि विद्यमानः उत् आदेशः सवनान् गृह्णाति इति कारणात् अत्र तत्प्रकरणं कृत्वा गुणस्य निवारणं कृतम् इति अत्र अर्थः जायते. तावत् अवगतवती. तर्हि तत्र तत्र तपरकरणस्य अन्ततो गत्वा प्रयोजनं किम्? ह्रस्व किं ह्रस्व उकारः एव भवतु, न तु ओकारः इति. न इति नास्ति. किम् इति नास्ति? केवलं गुणस्य निवारणार्थं. यतोहि तदेव गुणः भवति चेत् ओकारः स्यात्. गुणः ओकारः मा भवतु, उकारः एव तिष्ठतु इति. हा, उकारः एव तिष्ठतु. तत्र सवर्णानां ग्रहणस्य विषये अत्र चिन्तनं नास्ति. यतोहि उ इति वदति चेत् ह्रस्व अकारस्य स्थाने उकार ह्रस्व उकारः एव भवति. अतः तपरकरणस्य तत्र आवश्यकता नास्ति खलु. सवर्णानां विषये तपरकरणस्य आवश्यकता नास्ति, परन्तु गुणनिवारणार्थमेव तपरकरणं. हा, गुणनिवारणं भवतु इति. नो चेत् अत्र ओकारः गुण भूत्वा ओकारः स्यात्, तत् मा भवतु, उकारः एव भवतु इति. खलु? आमाम्. उकार आदेशानन्तरं गुणेन ओकारादेशः भवितुमर्हति. तादृश आदेशः मास्तु इति कृत्वा तप्रकरणं कृतम्. ओके, समीचीनम्. भगिनि, भाव्यमानः शब्दस्य अर्थः इत्युक्ते किं? यद् भविष्यति तदेव. भविष्यत भविष्यत्कालार्थे भाव्यमानः. भाव्यमानः इति भविष्यत भविष्यदर्थे. भाव्यमानः इत्युक्ते यः आदेशरूपेण आयाति इत्यर्थः. सम्यक्तया न अवगतं मया, पुनरपि वक्तुं शक्यं वा? इदानीं त्रिवारम् उक्तम्. अन्य कोऽपि वक्तुम् इच्छति वा? सरस्वती भगिनी वदतु एकवारम्. आं भगिनि, शृणोतु. अत्र मीना भगिनी, फलधातु अस्ति, फलफल भूत्वा तत्र हलादिशेषः पफल भवति. हलादिशेषः तथा च ह्रस्वः, न ह्रस्वः न, अभ्यासे चर्चा खलु. तर्हि पफल भवति. इदानीं पंफल कथं भवति तस्य विषये अत्र दत्तमस्ति. तर्हि चरफलोश्च एतद् सूत्रमस्ति. एतेन सूत्रेण अभ्यासस्य नुक् आगमः भवति. यदि नुक् आगमः भवति तर्हि नकार एव अवशिष्यते. नशापदान्तस्य झलि भूत्वा तत्र अनुस्वारः आगत्य तत्र तदनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन मकार आगच्छति. इदानीं वयं प्राप्नुमः पम्फल. एतावत्पर्यन्तं तु सरलमस्ति. तदनन्तरमस्ति पम्फल एवं भवति. तदनन्तरम् एकं सूत्रं कार्यं करोति यत् उत्परस्यातः. एतत् सूत्रं वदति यत् अभ्यासात् यद् ह्रस्व अकारः अस्ति तस्य स्थाने उत् आदेशः भवेत्. तर्हि अत्र अभ्यासे यद् अस्ति अभ्यासात् परस्य, अतः पूर्वाभ्यासः अस्ति परन्तु तत् परस्य. अतः यद् हकार अस्ति तस्मात् अनन्तरं यद् ह्रस्व अकारस्य अस्ति तस्य स्थाने उत् आदेशः. तर्हि इदानीम् उत् आदेशः इत्युक्ते तकारस्य इत्संज्ञा भूत्वा केवलम् उ अवशिष्यते. तर्हि पुनः अत्र प्रश्नः उदेति किमर्थम् उत् आदेशः अत्र दत्तमस्ति, किमर्थं न केवलम् उ आदेशः? तर्हि एकमस्ति तत्र यत् तर्हि तस्य किमर्थम् इत्युक्ते उत्तरं तु अस्ति गुणकार्यं निवारणार्थं तपरकरणं कृतमस्ति. परन्तु कथं किमर्थं तद् एवमस्ति चेत् तत्र एकं एका परिभाषा अस्ति भाव्यमानेन सर्वाणां ग्रहणं न इति परिभाषा अस्ति. तर्हि प्रथमचिन्तनमस्ति यद् उत् तपरं किमर्थं कृतमस्ति इत्युक्ते सवर्णानां ग्रहणं न भवेत् अस्मात् कारणात् तत्र तपरणं कृतमस्ति किम्? एवमस्ति चेत् तत्र एकं सूत्रमस्ति यद् भाव्यमानेन सवर्णानां ग्रहणं न, तर्हि अत्र यदि सवर्णानां ग्रहणं नास्ति तर्हि पुनः तपरस्य तपरकरणस्य आवश्यकता नास्ति। परन्तु इतोपि एका परिभाषा अस्ति, भाव्यमानः अपि उकारः सवर्णान् गृह्णाति, तर्हि अनया परिभाषया दृश्यते यदि उकारः अस्ति तर्हि सवर्णान् गृह्णाति, तर्हि तस्मात् कारणात् पुनः तपर कृतमस्ति किम्? एतद् यदि एवं यदि प्रश्नः आगच्छति तर्हि पुनः तत्र उत्तररूपेण दत्तमस्ति यद् अकारः अस्ति तर्हि तस्य स्थाने ह्रस्वकारः अस्ति, तर्हि तस्य स्थाने यद् आगच्छति पुनः ह्रस्व एव भवेत्, दीर्घं तु भवितुं न शक्यते एव। तर्हि एवमस्ति चेत् पुनः तपरस्य का आवश्यकता? यतोहि अकारस्य स्थाने उकारः आगच्छति, तर्हि उकारः तु केवलं ह्रस्व अकारः अस्ति, अतः केवलं ह्रस्व उकारः एव भवेत्। तर्हि यदि ह्रस्व उकारः भवेत् तर्हि दीर्घस्य तर्हि प्रश्नः न एव आगच्छति, तर्हि पुनः तपरकरणस्य कारणं किम्? तर्हि उत्तरं यद् एतदस्ति यद् तपरकरणं कृतमस्ति यतोहि गुणकार्यस्य बाधकः भवति तत् निवारणार्थम्। इत्युक्ते उत् अस्ति चेत् तत्र स्पष्टतया केवलम् उ भवेत्, ओ न भवेत्। यदि पं फुल् एवं भवति तदा उ लघु उपधः अस्ति, तर्हि फुगन्तलघुपदस्य च इत्यनेन सूत्रेण ओ भवितुम् अर्हति, परन्तु तपर अत्र स्पष्टतया उत् परस्यातः इति वचनसामर्थ्यात् तत्र केवलम् उ भवेत्, ओ न भवेत् इत्यस्मात् कारणात् तत्र तपरकरणम् अस्ति। यतोहि तपरशास्त्रम् अन्तरङ्गः अस्ति, प्रथमाध्याये एव तपरशास्त्रम् अस्ति, गुणकार्यं बहिरङ्गम् अस्ति, यतोहि सप्तमाध्याये गुणकार्यमस्ति, असिद्धम् अन्तरङ्ग असिद्धं बहिरङ्गम् अन्तरङ्गे, अतः अत्र बहिरङ्गम् असिद्धमस्ति, अन्तरङ्गम् एव भवति, अतः अत्र तपरम् अस्ति, यतोहि तपरं तद् बलीयः भवति, बलीयं भवति, अतः तत्र ऊकार एव तत्र तिष्ठति, तस्य ओकार न भवति, अतः अत्र पुगन्तलघुपदस्य च कार्यं न करोति। सत्यं भगिनि? बहु सम्यक् भगिनि, सम्यक् सम्यक् सम्यक् भगिनि, धन्यवादः, सम्यक् सम्यक् उक्तवती, धन्यवादः, सर्वेषां बोधः जातः इति मन्ये। अस्तु तर्हि इदानीम् अग्रे यद् सूत्रमस्ति तद् वंशी भगिनी पठति वा? चरपलोश्च चरपलोश्च सप्ताशीतितमं सूत्रमस्ति। झर् फल् इत्यनयोः धात्वोः अभ्यासस्य लुक् आगमः भवति, ङि ङि च। इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं झर् फल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यासोत्तर अटः उत्तमं स्यात्। चर्च फल च तयोरितरेतरद्वन्द्वः, चरफलौ तयोः चरफलोः, चरफलोः षष्ठ्यन्तम् च अव्ययम् केवलमिदम् सूत्रम्। अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, गुणो यम् ग्लुकोः इत्यस्मात् यम् ग्लुकोः इत्यस्य अनुवृत्तिः, नुगतो अनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। चरफलोः च अङ्गस्य अभ्यासस्य नुक् लङ् लुकोः अस्तु। पूर्वं दृष्टम् एतत् सूत्रं, तत्र द्वयोः धातोः कृते एव एतत् सूत्रं वर्तते। चर् धातु अपि च फल् धातु यदि अभ्यासकार्याणि भवन्ति तत्र लुक् काकपति कदा भवति इत्युक्ते यङ्ग् यङ्गि इत्युक्ते यङ्ग् लुकन्तः धातुविषये अपि च यङ्ग् धातोः विषये तत्र लुक् काकमः भवति इति उक्तम्. लुक् काकमः कित् अस्ति इत्यतः आद्यन्तौ तपितौ इत्यनेन अन्ते आदेशः भवति, धातोः अन्ते आदेशः भवति इति अवगन्तव्यम्. अस्तु, इदं सूत्रं कृतं अस्तु द्वयोः कृते एव अस्ति. अतः तत्र उत्परस्यासः इति सूत्रेण अपि तत्र उत्वं भवति इत्युक्ते अभ्यासोत्तरः यदा अभ्यासकार्यं भवति यदा उपरि अस्माभिः उक्तं फल् फल् इति अस्ति तत्र अभ्यासकार्यानन्तरं तत्र अभ्यासोत्तर अतः इत्यनेन तत्र अभ्यासकार्यं यदा जातम् अन्ते अकारः अस्ति फल् इत्यस्मिन् यः अकारः अस्ति पकारे पकारः अकारः लकारः पकार उत्तरवर्ति यः अकारः अस्ति तस्य उत्वं भवति अनेन सूत्रेण. अपि च तत्र अनुवृत्त्या बहु अनुवृत्त्या बहूनि पदानि आगच्छन्ति. तत्र अनुवृत्तिसहितसूत्रमस्ति चरफलोः च अङ्गस्य अभ्यासस्य लुक् यङ् लुकोः इति उक्तं. द्वयोः धातोः कृते अङ्गस्य अभ्यासस्य अङ्गस्य अभ्यासकार्यं यः भवति तत् अङ्गस्य लुक् आगमः भवति अङ्गी धातुः यङ् लुकोः यङ् लुकन्ता यङ् लुकन्तस्यापि धातोः इति अस्ति समीचीनम्. आमामाम् इति एव अस्ति तत्र. एतत् धातोः निर्माणार्थं नुकागमः भवति इति समीचीनं. धन्यवादः. तर्हि सूर्यकुमारी भगिनी अग्रे पठति वा उत्परस्यातः? भगिनि उत्परस्यातः चर्फल् इत्यनयोः धातोः अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशो भवति एङ्गी एङ्लुकि च. उत् प्रथमान्तं परस्यैव षष्ट्यन्तम् अतः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अत्र लोपो लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिमाणं कृत्वा अभ्यासात् इति अनुवृत्तिः. चरफलो च इत्यस्मात् चरफलोः इत्यस्य अनुवृत्तिः. गुणे एङ्लुकोः इत्यस्मात् एङ्लुकोः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. चरपलोच्च अङ्गस्य अभ्यासात् परस्य अतः उत् एङ्लुकोः. उत्परस्यातः सूत्रं चरफलोच्च अनन्तरम् अस्ति. चरफल् अनुवृत्तिः अपि भवति. उत्परस्य आतः इति पदविच्छेदः परस्थित् अभ्यासस्य परस्थितस्य ह्रस्वकारस्य स्थाने उत् आदेशः भवति. अनुवृत्तिसहितसूत्रे चरफलोच्च अङ्गस्य अभ्यासात् परस्य अतः उत् एङ्लुकोः. एङ्लुकोः इत्युक्ते एङ्गन्तधातु अपि एङ्लुगन्तधातु धातु अपि उक्तम्. उदाहरणमस्ति परन्तु चर्योगः क्षमितं चरधातुः अस्ति एङ्लुगन्तधातुः अस्ति चर् प्रथमं चर्चर् हलादिशेषः इत्यनेन चर्चर् भवति. चर्चर् तत्र पूर्वसूत्रे नुकागमः भवति. नुकागम अनन्तरं रूपं चेञ्चर् चेञ्चर् उत्परस्यातः इत्यनेन छन् छन् अनन्तरम् अभ्यासात् पर पर अरस्व अकारः चञ्च तत्र चन् चकार अनन्तरम् अकार अस्ति द्वितीयचकार अनन्तरं तत् स्थाने उकारादेशः भवति चञ्चुर् इति यङ्लुगन्तधातुः अस्ति बहु समीचीनं भगिनि धन्यवादः तर्हि एतावता कोऽपि प्रश्नः अस्ति वा वस्तुतः एतत्तु यङ्लुगन्तप्रक्रिया वर्तते अथवा यङ्गन्तप्रक्रिया धातुनिर्माणम् इति चञ्चुर् इति यङ्लुगन्तधातुः यङ् प्रत्ययस्य लुक् भवति तत्र तर्हि इदानीं तस्मिन्नेव प्रसङ्गे चञ्चुर् इत्यत्रापि गुणः न जायते तर्हि तत्र किमर्थं गुणः न जायते इति तत्र तप्रकरणेन गुणः न जायते इति जानीमः तर्हि चञ्चुर्योगः ति इत्यत्र हलीच इत्यनेन यथा तत्र उत् इति आदेशः उत्परस्यातः इत्यत्र उत् इति आदेशेन गुणस्य निवारणं तपरकरणेन गुणस्य निवारणं जातम् एवं हलिच इत्यनेन दीर्घत्वमपि निवार्यते वा इति अत्र प्रश्नः चञ्चूर्ति इति रूपं दृश्यते तत्र हलिच इत्यस्य कार्यं भवति तर्हि उत्परस्यातः इत्यनेन गुणस्य निवारणम् अस्ति तर्हि किमर्थं हलिच इत्यनेन दीर्घत्वस्य निवारणं नास्ति इति प्रश्नः तदेव इदानीं पठामः तत्र किम् उमा भगिनी अग्रे पठति वा पठामि भगिनि हलिच 8277 रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अतः द्वोः इत्यनेन येषां धातूनाम् अन्ते लेपः वकारस्य तेषां ग्रहणम् वन् मिनिट् भगिनि वन् सेकेण्ड् हलि च रेखान्तानां मकारान्तानां च धातूनाम् उपधायां स्थितः युक्वर्णः दीर्घो भवति हलिपरे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अतः द्वोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य तेषां ग्रहणम् रेपः वकारः हलि सप्तम्यन्तं च अग्नियपदं द्विपदङ्गं सूत्रं हलि च इति धातोः रुर्वा रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वो रूपधाया दीर्घिकः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं वोः धातोः उपधायाः इकः दीर्घः हलि हलिच इति सूत्रेण रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे ओके सो अत्र दीर्घः हलिपरे इक् वर्णः दीर्घो भवति कुत्र अस्ति इक् वर्णः रेफान्तानां अकारान्तां च धातूनाम् उपधायां स्थितः ओके उपधायां स्थितः रेफान्तानां वकारान्तानां धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे केन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अतः वोः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषां ग्रहणं हलि सप्तम्यन्तम् अव्ययपदं द्विपदङ्गं सूत्रम् इति धातोः रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वोः उपधायः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं वोः धातोः उपधायाः इकः दीर्घः अस्ति हलि सर् इति धातोः सर् च द्वित्वं भवति दन्थ छ इति आगच्छति, दन्थ छर् इति अनन्तरं सञ्चर् इति आगच्छति, उत्वम् आगच्छति, सञ्चु इति यङ्ग्लुगन्तदातु अस्ति, सञ्चुर् सञ्चुर्ति अत्र किमर्थं दीर्घत्वं निवारितम् अली च देशान्तानां अकारान्तानां च धातूनाम् उपादायां स्थितः. ओके, सो द हली च सूत्रम् अत्र आगच्छति, सन्तु सन्तूर्ति इति दीर्घत्वं भवति. समीचीनं, दीर्घत्वं भवति परन्तु किमर्थं भवति इति प्रश्नस्य उत्तरं वयम् अग्रे पश्यामः. तर्हि इदानीं हा हा, तत्र अग्रिमपरिच्छेदं, तत्र उत्तरं तु अग्रिमपरिच्छेदे अस्ति. तर्हि अत्र किं मीना भगिनी अग्रे पठति वा? प्रश्नः अस्ति यत् सपरकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः किमर्थं न एवमेव चञ्चु योगहति इति स्थितौ हलि च इत्यनेन यः दीर्घ आदेशः प्रसक्तः सोऽपि निवारितो भवेत् किल, अत्र किन्तु पूर्वतसिद्धमित्यनेन उत्परस्यार्थः इत्यस्य दृष्ट्या हलि च इत्यस्य अस्तित्वं नास्ति, अतः उत्परस्यार्थः इति सूत्रद्वारा तत्र कुत्र अस्ति 8277 इति सूत्रद्वारा यत् तपरकरणस्य सामर्थ्यं तद्वारा बाधा न सम्भवति. किमर्थमिति चेत् उच्यते पूर्वता सिद्धम् इत्यस्य त्रिविधं मम दृष्टिः इति पूर्वतत्वस्य द्विविधं कार्यम् अस्माभिः अधीतं, शास्त्रासिद्धं कार्यासिद्धं. शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं, तत्र पूर्वसूत्रम् इति त्रिपाद्यां स्थितं परसूत्रम् असिद्धम्. ओके, अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत् तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धम्. नाम यद्यपि कार्यं जातं तथापि न दृश्यते पूर्वसूत्रेण. अधुना अनयाः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते. अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतिस्थितिः उभयत्रापि न सङ्गच्छते, यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति, अपि च यस्य उत्परस्यातः इत्यस्य कार्यं जातं तत् सूत्रं च हलि च प्रति पूर्वसूत्रं न तु परसूत्रं, तर्हि न शास्त्रासिद्धं न वा कार्यासिद्धम्. अत्र प्रश्नः उदेति यदि तपरकरणस्य सामर्थ्यं किम् अस्ति चेत् गुणनिवारणम् आसीत् चेत् आसीत् यदि गुणनिवारणम् आसीत् चेत् हलि च इति सूत्रेण दीर्घत्वं भवति, किमर्थं दीर्घत्वम् अपि न निवारितम् इति एव प्रश्नः अस्ति. अस्मिन् स्थिते तत्र पूर्व हलि हलिचेति सूत्रं कुत्र अस्ति उत्परस्यातः इत्यस्य दृष्ट्या हलिच इत्यस्य हलिच इति इत्यस्य सूत्रम् अस्य अस्तित्वं नास्ति किम् अतः उत्परस्यातः इति सूत्रद्वारा यत् अपरस्य सामर्थ्यं भगिनी एक्स्क्यूस् मि भगिनी किं गन्तव्यं वा अवगतं वा न भगिनी आन्सरिङ्ग् द फोन् काल् भगिनी ऐ एम् सोरि तत्र हलीच इति इत्यस्य उत्परस्य अस्त्यः इति सूत्रद्वारा यत् अपरकरणं कृतं तत् बाधा न सम्भवति किमर्थमिति चेत् पूर्वत्र सिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतम् तत्र शास्त्रसिद्धमपि च कार्यासिद्धं तत्र अहं विस्मृतवती शास्त्रसिद्धं कार्यासिद्धम् इति सम्यक्तया न विस्मरामि स्मरामि तत्र यदि युगपत् सूत्रद्वयं प्रसक्तिः अस्ति चेत् पूर्वसूत्रं त्रिपाद्याम् अस्ति चेत् परसूत्रम् असिद्धम् ओ तत्र एव शास्त्रसिद्धम् अपि च त्रिपाद्य कुत्र उत्परस्यार्थः इति सूत्रः 8488 अस्ति भवति परन्तु हलीच इति सूत्रम् 82 तत्र परसूत्रम् उत्परस्यार्थः इति सूत्रं परसूत्रम् अस्ति त्रिपाद्यां अस्ति सूत्रद्वयं त्रिपाद्याम् अस्ति परन्तु उत्परस्यातः इति सूत्रं परसूत्रम् अस्ति तस्मात् पूर्वसूत्रक्रियकार्यं कृतम् अपि च तत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति तत्र तस्मात् उत्परस्य उत्परस्यातः इति सूत्रपरसूत्रं त्रिपाद्याम् अस्ति इति कारणेन असिद्धं तत् हलिच इति सूत्र अपेक्षया तत् कार्यं न अभवत् तस्मात् हलिच तत्र निवा दीर्घत्वं भवति इति एवमेव अहं अवगतं भगिनि कार्यासिद्धं तत्र किं भवति इति तत्र शास्त्रसिद्धमेव यदि सूत्रं परसूत्रं पूर्वसूत्रं प्रति परन्तु कार्यासिद्धं यदि कार्यम् अभवत् अपि च तत्र कार्यम् अभवत् अपि च परसूत्रम् असिद्धं वा इति चिन्तयामि अहं तत्र विस्मय संशयः अस्ति तत्र भगिनि मम सम्पूर्णविश्वासः नास्ति भवती सम्यक्तया अवगतवती इति सम्पूर्णतया अवगतवती वा इति मम संशयः अस्ति अत्र किं लिखितम् इति सूत्रद्वयं तत् उत्परस्यातः इति सूत्रं गुणनिवारणं कृतं परन्तु किमर्थं हलिचेति सूत्रस्य दीर्घत्वं न किमर्थं भवति इति तस्य उत्तरं उत्तरम् इति उक्ते तत्र पूर्वत्र उत्तरस्य उत्परस्यास्य इति सूत्रं परसूत्रं त्रिपाद्यां हलिच अपि च उत्परस्यार्थ इति सूत्रद्वयं त्रिपाद्याम् अस्ति चेदपि तत्र परसूत्रं भवति तस्मात् तस्य प्रसक्तिः नास्ति अस्य हलिसज सूत्रं तस्य सूत्रस्य सूत्रम् अस्ति इति न जानाति तस्मात् हलिच इति सूत्रप्रसक्तिः अस्ति तथा तत् सम्यक् वा सत्यम् इत्युक्ते तत्र हलिच इति सूत्रस्य इति सूत्रं त्रिपाद्याम् अस्ति उत्परस्य अतः इति सपादसप्ताध्यायम् अस्ति, अतः हलीच इति सूत्रस्य अस्तित्वमेव नास्ति उत्परस्य अतः इति सूत्रस्य दृष्ट्या। अतः यस्य अस्तित्वमेव नास्ति तस्य कार्यस्य निवारणं कथं कर्तुं शक्यते? अस्तित्वं ज्ञायते चेत् निवारयितुं शक्यते, गुणकार्यस्य अस्तित्वं ज्ञायते अतः निवार्यते, दीर्घकार्यस्य अस्तित्वं न ज्ञायते अतः कथं निवारयितुं शक्यते? अतः न निवारितं। तर्हि इदानीं पुनः प्रश्नः, कथम् एतादृशकार्यमस्ति पूर्वत्र सिद्धम् इति अधिकारे, परसूत्रस्य अस्तित्वं नास्ति अतः तस्य कार्यं निवारितम् इति? यतोहि एतावता अस्माभिः पठितं पूर्वत्र सिद्धम् इत्यत्र कार्यद्वयं वर्तते, शास्त्रासिद्धं कार्यासिद्धम् इति। तर्हि शास्त्रासिद्धं नाम यत्र सूत्रद्वयं युगपत् प्रसक्तम्, एकं तु पूर्वसूत्रम् अन्यत्तु परसूत्रम्, एकं तु पूर्वसूत्रं त्रिपाद्याम् अस्ति वा अथवा सपादसप्ताध्यायम् अस्ति, अन्यत् परत्रिपादिसूत्रम्। तर्हि परत्रिपादिसूत्रं स्वयम् असिद्धं भवति इति शास्त्रसिद्धं। कार्यासिद्धं नाम यत्र परत्रिपादिसूत्रस्य कार्यं जातं तत्पश्चात् पूर्वत्रिपादिसूत्रं कार्यं कर्तुम् आयाति, अथवा पूर्वसपादसप्ताध्यायं यत् सूत्रं तत् कार्यं कर्तुम् आयाति। अतः तत्र परसूत्रस्य कार्यानन्तरं पूर्वसूत्रं कार्यं कर्तुम् आयाति चेत् तदानीं तत्र कार्यासिद्धम् इति वयं वदामः। परसूत्रस्य कार्यं पूर्वसूत्रं द्रष्टुं न शक्नोति इति कृत्वा कार्यासिद्धम् इति वयं वदामः। अत्र तु उत्परस्य अतः इति हलीच इत्यस्य अस्तित्वं न जानाति अतः तस्य दीर्घत्वं न निवारयितुं शक्यते इति एवं रीत्या वयं वदामः। एतादृशनिवारणं तु शास्त्रसिद्धे अपि नास्ति कार्यसिद्धे अपि नास्ति, तर्हि कथं पूर्वत्र सिद्धम् इति अधिकारे अस्ति इति वयं वदामः इति अत्र प्रश्नः। यतोहि एतावता एतदेव पठितं, शास्त्रसिद्धं कार्यसिद्धम् इति पठितम्। तत्र वस्तुतः किम् अस्ति इति वयम् अग्रिमसप्ताहे परिशीलनं कुर्मः। एकः एव परिच्छेदः अस्ति, तत् अग्रे पठामः, समयः अतीतः। इदं वस्तुतः इदं परिच्छेदद्वयं पुनः अग्रिमसप्ताहे अपि पठिष्यामः। इदानीं मया सारांशः उक्तः। धन्यवादः भगिनी। न, इदानीं समयः अतीतः भगिनि, अतः अत्र स्थगनं कुर्मः। यतोहि अत्र भारतदेशे दशवादने रात्रौ, अतः इतोपि अग्रे नेतुं न इच्छामि, अत्रैव स्थगनं कुर्मः। अस्तु, धन्यवादः भगिनि। धन्यवादः भगिनि, नमस्कारः। धन्यवादः, नमस्कारः।